नमस्कारः. अद्यतनकरपत्रम् अस्ति इङन्तदातवः इति करपत्रम् अनुवर्तते. अद्य ह्रस्व इति आरभ्य कुर्मः. यं भव गतसप्ताहे वयं कृतवन्तः यङ् विधानं यङ् लुकि हलादि शेष षर् पूर्वाखय तावत्पर्यन्तम् अपि यत् महोदय नूतन सिद्धान्तं ये पाठितवान् अजीनं व्यञ्जनं परं योजनं संयोजनम् अपि बुद्धि इति आधारेण कथं द्वित्वं भवति इति स्वीकृत्य अपि यद् ह्रस्व अन्य ये उदाहरणानि आगच्छन्ति तेषां प्रक्रिया कुर्मः. अस्तु, ह्रस्व इति एवं विचारणीयं. ह्रस्व अभ्यासस्य अच् वर्णः ह्रस्व स्यात् अचश्च इति परिभाषासूत्रेण यत्र कुत्रापि सूत्रेषु ह्रस्व दीर्घ प्लुत इत्येते शब्दाः आयान्ति तत्र अच् इति शब्दः सूत्रार्थे अपि आयाति. अतः ह्रस्व इत्युक्तो ह्रस्व अच् वर्ण तथा सर्वत्र ह्रस्व प्रथमान्तम् एकपदमिदं सूत्रम्. अत्र लोपोऽभ्यास्य इत्यस्य अभ्यासस्य इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य अच्छः ह्रस्व. सो ह्रस्व इति सूत्रम् अस्ति अभ्यासकार यत्र अभ्यास्य विधानम् अस्ति तत्र अभ्यासस्य यत् भागम् अस्ति तत्र यदि अच्छः दीर्घः अस्ति तस्य ह्रस्व भवति इति सूत्रं वदति. उदाहरणमस्ति खा खाद् अत्र धातुः अस्ति खाद् यदि हलाद् एकाचो हलादि क्रियासंहारे अनेन यङ् निधानं भवति यङोचि अनेन यङ् लुक् भवति यङ् लुक् तदनन्तरं संयङोन द्वित्वं भवति. तो इदानीं खाद् यत् अस्ति तद् एकाच् अस्ति सम्पूर्ण धातोः द्वित्वं भवति. सो खाद् खाद् इति भवति. खाद् खाद् भूत्वा यत् दकार अस्ति तस्य हलादिशेषनेन लोपः भवति. सो खा खाद् इति आगच्छति. तदनन्तरं ह्रस्वसूत्रेण ख खाद् भवति. अग्रे प्रक्रिया आगच्छति हलाद् ख अस्ति तत् कोहोचु अनेन खकारस्य छकार भवति. अभ्यासे चर्चनने छकारस्य चकार स्वच्छ खाद् इति भवति. इति भवति यङ् लुकि इति यदस्ति यद् यङ् विधानं भवति तत्र खाद्य इति भवति धातुः इति अनेक धातुः अनेका चति. इदानीम् अजीन व्यञ्जनं परं संयोजनम् इति मत आधारेण खा इति अस्ति प्रथमभाग द्य अस्ति द्वितीयभाग अचीनं वर्ण अस्ति दकार तस्य परे व्यञ्जनम् अस्ति य तस्य योजनं भवति. खा इति अथं प्रथमभाग तत् अजीनं नास्ति कारणं कि तस्य सहित आकार अस्ति. इदानीम् एकाच् प्रथम एकाचो तस्य द्वितं भवति. सो खा खाद्य इति भवति. सो इदानीम् अभ्यास अस्ति खा खा खा इति भवति अभ्यस्त अङ्गं. पुनः समानप्रक्रिया भवति हलादिशेष अत्र हलादिशेष कार्यं न करोति कारणं कि केवलं खा खाद्य अस्ति केवलं ह्रस्व अनेन ख खाद् खा खा ख खाद्य तदनन्तरं कुहोचु अनेन च खाद्य अभ्यासे च अनेन च खाद्य इति भवति. साधु भगिनि अग्रे निमि कहो अन्यत् करोति अहं करोमि वा गते सप्ताहे भगिनी आसीत् इति कृत्वा महोदय तर्हि आस्तौ तर्हि अहं वदामि यदनन्तरं ते अपि वदेयुः तौ अपि तर्हि भीष्यति अस्ति खलु तदेव खलु तर्हि मी मी अस्ति न तदनन्तरं खा खा किं भगिनि मी अस्ति तदनन्तरं ओके अस्तु क्षम्यतां मी इति धातुः तर्हि अनि इत्यस्य धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इति यङ्प्रत्ययः विद्यते तदा किं भवति यणोच् इति कृत्वा य इति विद्यते मी य इति भवति तदनन्तरं किं भगिनि यङोचि च इत्यनेन द्वित्वं भवति तर्हि अधुना प्रश्नः अस्ति कः एकाच् भागः इत्युक्ते कः इति अत्र तु केवलम् एकाच् इति तु हल्वर्णः किमपि हलन्तं नास्ति इति कृत्वा अत्र तु किमपि सङ्कोचः नास्ति प्रथम एकाच् भागः भवति मी इति अनन्तरं द्वितीय एकाच् भागः मी इति अस्ति तृतीय एकाच् भागः य इति अस्ति तर्हि एकाच् भागत्रयं वर्तते तर्हि यदि हलादिः अस्ति तर्हि एकाचो द्वे प्रथमस्य इति सूत्रेण प्रथमभागस्य द्वित्वं भवति तर्हि मी मी मी य इति भवति क्षम्यतां किं वदामि क्षम्यतां प्रथमात् एकाच् भागः तु नी इति अस्ति द्वितीय एकाच् भागः तु य इति अस्ति तर्हि एकाचो द्वे प्रथमस्य इति प्रथमभागस्य द्वित्वं तर्हि मी मी य इति भवति तदनन्तरं गुणोयङ्लुकोः इत्यनेन ह्रस्वः इत्यनेन ह्रस्वं भवति मि मीय इति भवति तदनन्तरं गुणोयङ्लुकोः इत्यनेन मे मीय इति यङन्तदातुं वयं प्राप्नुमः भगिनी अर्णा भगिनी महोदय तद् अवगच्छन्ति वा तद् प्रथम एकाच् भागः कथं स्वीकरणीयम् इति अजिनं व्यञ्जनं परेण संयोजम् इति भगिन्या तत् प्रतिपादितम् आसीत् गते गतसप्ताहद्वयं वयं तत् तस्मिन् विषये चर्चितवन्तः तस्मिन् मणिमहोदय जानाति वा न अरुणा भगिनी वर्गीया आसीत् अहं जानामि महोदय महोदय किम् उक्तवती अजीर्णं व्यञ्जनं परेण संयोजम् इति सिद्धान्तम् अवगच्छति वा आम् अहम् अत्र नास्ति किल नीति अत्र नास्ति खलु इति कृत्वा पृच्छामि महोदय तावदेव भवान् गते सप्ताहे नासीत् खलु वयं पुनः चर्चितवन्तः आगच्छति चेत् साधु महोदय तर्हि भवन्तौ रूपाणि कुर्वन्तु अग्रे तु लु इति अस्ति लु कः लु ह्रस्वः इति परिच्छेदः अस्ति खलु ह्रस्वः इति परिच्छेदः अस्ति खलु तत्र ये धातवः सन्ति तत्र वयं तस्मिन् वयं स्मः ह्रस्वः इति सूत्रमस्ति खलु अत्र आं महोदय लु इत्यस्य ह्रस्वः भवति अभ्यासे न न आरम्भतः वदतु क्षम्यतां आरम्भतः वदतु प्रक्रिया कथं यङन्त अपि यङ् लुकि तयोः अहं वक्तुं वा अस्तु अस्तु लु इति धातुः अर्णभगिनी इति चिन्तितवान् इदानीम् अहं वदामि लु इति धातुः धातोरेकाचो हलादे क्रियासंव्यवहारे इति यङ् भवति कृते भवति अनन्तरं यङ्गोचि चेत् अनेन यकारः लोपो भवति अनन्तरं संज्ञङ्गो इत्यनेन द्वितीयं भवति लु लु इति सम्पूर्णधातुः द्वितं भवति लु लु इति अनन्तरं ह्रस्वः इत्यनेन लु लु इति रूपं भवति यङ् लुकि यङ् प्रत्ययः भवति चेत् लो लु ये इति लु लु लु लु लु य इति अत्र अत्रापि ह्रस्वः भवति लु लु य इति यङ् प्रत्यये अजीनं व्यञ्जनं परे संयोजनम् इति महाभाष्येन अत्र पूर्व एकाचो द्वे प्रथमस्य इति सूत्रेण लु लु य इति लु लूय इति दीतं भवति अभ्यासं लु लू लु इति अभ्यस्तम् अनन्तरं यङ् यङ् प्रति भवति लु लूय इति सम्यक् वा किन्तु अत्र अतीनां तस्य कार्यं नास्ति कारणकी अजन्तधातुः अस्ति आमामां समीचीनं अजीनम् अस्ति अत्रापि परन्तु लूलूय इति रूपं वा अनेकात् अस्ति अनेकात् धातुः भवति लोलूय लूय लूय इति तदनन्तरं गुणोयञ्जकोः इति लोलूय इति अत्र तदपि भवति गुणोयङ्ग् अत्र यां अन्तिमं तु लोलूय लोलूय धन्यवादः तर्हि लोलूयते लोलूयेते लोलूयन्ते लोलूयते धन्यवादः धन्यवादः आं भगिनि सेव् दातु प्रथमं धातोर् एकाचो हलादे क्रियासमभिहारे कृतिमाभिः इति सूत्र समभिहारे इति सूत्रेण यङ् प्रत्यविधीयते यङ्गोचित् सूत्रेण यङ् लोपः लुक् भवति संज्ञोचितसूत्रेण स्वत्र सेव् इत्येव अस्ति दत्त्वं भवति संज्ञोचितसूत्रेण सेव् सेव् अस्ति हलादिशेषः इति सूत्रेण अभ्यासस्य पदं सकार एव से एव अवशिष्यते से सेव् ह्रस्वः इति सूत्रेण एकारस्थाने एकार आगच्छति सि सेव् इति यङ्लुगन्धरूपम् अस्ति यङ्गन्धदातुः अस्ति चेत् सेव्य इति धातुः अत्र द्वितीयमतम् अजीनं व्यञ्जनं पदेन संयोगस्य अस्ति चेत् सेव्य वकार अस्ति अनन्तरं यकार अस्ति अच् नास्ति सो एकाच प्रथमस्य एकाच प्रथमस्य सूत्रेण से एव द्वित्वं भवति से सेव्य ह्रस्वः इति सूत्रेण एकार एकारस्थाने एकार आगच्छति सि सेव्य इति यङ्गन्तरूपम् साधु भगिनि अग्रिम मम क्रमः गो गोष्ठ इति धातुः अस्ति गोष्ठधातुः इदानीं धातु एकाचो हलादे क्रियासमारे यङ् विधानं भवति गोष्ठ्य इति भवति तदनन्तरं यङोचयनेन यङ् लुक् भवति संयङोनेन द्वितं भवति गोष्ठ इति एकाच् अस्ति गोष्ठ गोष्ठ इति भवति सो प्रथमगोष्ठ अस्ति अभ्यास्य गोष्ठ गोष्ठ इति भवति अभ्यस्तसंज्ञा भाग इदानीं ह्रस्व अनेन गो यत् अस्ति तस्य गु भवति सो गु प्रथमहलादिशेषनेन शकारटकारस्य रूपः भवति सो गो गोष्ठ इति भवति तदनन्तरं ह्रस्वनेन गो तस्य ह्रस्व भवति उकार सो गो गोष्ठ इति भवति यदि यङ् विधानम् अस्ति तत्र धातु भवति गोष्ठ्य अत्र अजीनं व्यञ्जनं परसंयोजनम् इति आधारेण टकार अजीनम् अस्ति तस्य यकारस्य परे यज्ञ अस्ति तस्य संयोजनं भवति गो इति इदानीं प्रथम एकाचो प्रथम एकाचो द्वितं करणीयं सो गो इति तस्य भवति द्वितं, सो गो गोष्ट भवति. इदानीं गो इति अभ्यासभागमस्ति, गो गो इति अभ्यासभागमस्ति. अभ्यासभागस्य ह्रस्व अनेन गु गोष्ट भवति. तदनन्तरं पुनः अङ्गकार्यं भवति गुणो यङ्गो. किमस्ति भगिनि सूत्रम् भगिनी? अत्र तु गुणो यङ्ग्लुकोः इति सूत्रं गुणो यङ्ग्लुको नास्ति खलु. यद्यपि गो इत्यस्य गो इति दीर्घस्वरः अस्ति, किन्तु तस्य ह्रस्वस्वरः नास्ति. केवलं गु इति आसीत् चेत् गु इति भवति, किन्तु अत्र तु केवलं गो इति एव अस्ति खलु. तर्हि गो गोष्ठ इति एव तिष्ठति. अस्तु, अङ्गकार्यं महोदयस्य महोदय तथा लिखितवान्, प्रष्टव्यं. किमर्थम् इत्युक्ते गो इत्यस्य ह्रस्वस्वरः गु इति नास्ति, गो इत्यस्य ह्रस्वस्वरः एव नास्ति. किमर्थम् इत्युक्ते गो इति दीर्घस्वरः अस्ति, ओ इति ओकारस्य ह्रस्वः अस्ति, किन्तु ऊकारस्य ह्रस्वः उकारः अस्ति, किन्तु ओकारस्य ह्रस्वः नास्ति. तर्हि लिखितुं शक्नुमः. आम् महोदयं पृच्छामः, अहमपि पत्रं पृच्छामि. भवती न एक सूत्रमस्ति भगिनि, यस्य आधारेण अहं समासवर्गे पठितवन्तः. केन सूत्रेण गो गु ऐ मीन् ओकारस्य ओकार भवति, एकारस्य एकार भवति. अहम् अग्रिमे सप्ताहे द्रष्टुम् आगच्छामि. विद्याभक्ती पाठितवती अस्मान्, कथं गोगु भवति, ए इ भवति, एकसूत्रम् समासवर्गे सा पाठितवती. किमर्थं एवं पठितम् आसीत्? केवलं केचन शब्दानामेव ह्रस्वः वर्तते, केचनानामेव प्लुतवर्णाः अपि वर्तन्ते. उदाहरणं पश्यामः चेत् यत्र ऋ इति अस्ति खलु, ऋ इत्यस्य दीर्घवर्गः वर्गः वर्णः नास्ति. ऋ इति प्लुतवर्णः अस्ति, किन्तु दीर्घः नास्ति. किन्तु ऋकारस्य ऋ इति ऋकारस्य तु स्वरस्वः अस्ति, दीर्घः अस्ति, प्लुत अपि अस्ति. तथा एव उकारस्य प्लुतवर्णः अस्ति, दीर्घवर्णः अस्ति, किन्तु ह्रस्ववर्णः नास्ति. एवं न, किन्तु एक सूत्रमस्ति भगिनि, सा पाठितवती आस्म, अहं दृष्टामि, द्रक्ष्यामि. अतः इदानीम् अत्र पुनः यङ्ग् लुकि कार्यं न करोति, गुगोष्ठयति रूपं न. तदनन्तरं प्रायः वृष्टिः सर्वत्र पतति इत्यनेन गोगोष्ठ इति कार्यः. तदेव सरलं, वयम् अङ्गकार्यं न कृतवन्तः. महोदय उक्तवान् आगामि सप्ताहे कुर्मः, इदानीं केवलं गोगोष्ठ इति पर्यन्तं कृतवन्तः. अस्तु मणि महोदय, भवान् डौ डौ डौक् इति धातुः अस्ति. अत्र धातुरेखा च हलादे क्रियासङ्कारे इत्यनेन यङ्गानन्दं भवति. अनन्तरं यङ्गोचि च इति सूत्रेण यङ् लोपः भवति. संयङ्गौ इत्यनेन द्वितं भवति सम्पूर्ण धातुः डौक् डौक् इति. अनन्तरं हलादिशेष इत्यनेन ककारः लोपः भवति, डौ डौक् इति. अत्र ह्रस्वः इत्यनेन डु डौक् डु डौक् इति यङ् लुगन्धधातुः. यङ् उदानं भवति चेत् डौक् डौक्य इति. अत्र ककारः अजीर्णमुञ्जनम्, अतः यकारः संयोजनं भवति, अजीर्णमञ्जनं परेण संयोजनम् इति महाभाष्येन डौक्य इति. अत्र अनेका च अस्ति, अतः एकाच् द्वे प्रथमस्य इति सूत्रेण डौ एव द्वितं भवति, डौ डौक्य इति. अभ्यासः डौ अभ्यस्तं डौ डौ इति. अन्य रूपमस्ति डौ डौक्य. अनन्तरं किमर्थं ह्रस्वः इत्यनेन डु डौक्. अनन्तरं अहं वदामि वृष्यति यङोचि चेत् अत्र न न कार्यं न करोति वा सर् करोति भगिनी न उक्तवती किमर्थम् इत्युक्ते महोदय अधुना मां कुर्मः अनन्तरं कुर्मः इति गुणयङ्लुकः भवति वदामि वा सर्वाणि सम्यक्तया उक्तवती परन्तु किमर्थं प्रश्नः उक्त इति अत्र अहं न कदाचित् वयं यदा कुर्मः भगिनी कदा वदति वृष्यति वदामि वृष्योगः उरत् प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत आदेशः भवति अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य उः अत् ऋवर्णस्य स्थाने ऋकारस्य स्थाने अत् इति आदेशः भवति तर्हि वृष्यति अस्ति हल् अत्र किम् अस्ति एक किम् अस्ति हल् यङ् प्रत्ययस्य विधानं केन सूत्रेण भवति हलादेः क्रियासमव्यवहारे यङ् इति यङ् भवति वृष्य इति तदनन्तरं किम् अस्ति सियङोः इत्यनेन द्वित्वम् अधुना प्रश्नः उदेति कस्य एकाच् भागस्य एकाच् भागः कः इति प्रश्नः आगच्छति हलादिः अस्ति इति कृत्वा एकाच द्वे प्रथमस्य इति आगच्छति तर्हि प्रथम एकाच् भागः कः इति पृच्छामः चेत् अत्र तु अचीनं व्यञ्जनं परेण संयोज्यम् इति सिद्धान्तेन वृ इति प्रथम एकाच् भागः अनन्तरं यः अग्निनं व्यञ्जनं यत् अस्ति इष्यति तत्तु परेण संयोज्यं भूत्वा तर्हि इष्य इति द्वितीय एकाच् भागः भवति एकाचो द्वे प्रथमस्य सूत्रेण वृ इत्यस्य द्वित्वं भूत्वा वृ इति अभ्यासः वृवृ इति अभ्यस्तं वृवृ इष्य इति रूपं प्राप्नुमः अधुना किं भवति उरत् इति अङ्गसूत्र अङ्गकार्यम् अस्ति तर्हि उरत् इति सूत्रेण ऋकारस्य स्थाने अत् आदेशः भवति ह्रस्वकारः आदेशः भवति तर्हि वृ इति स्थाने व भवति अभ्यासस्य तर्हि वृ इष् इति भवति किन्तु तस्मात् पूर्वं यत् ऋकारस्य स्थाने अकारः आगच्छति तदा एव उरत् इति सूत्रस्य प्रसक्तिः प्राप्तिः इति भूत्वा वर् इति भवति रेफः परे आगच्छति अकारात् परे तर्हि वृण्ड्रपरः इति सूत्रेण तर्हि वर् वृ इष् इति भवति अधुना हलादिशेषः इति सूत्रेण रेफस्य लोपः भवति व इति एव तिष्ठते इति तिष्ठति व वृष्य इति भवति अनन्तरं दीर्घोकितः इति सूत्रेण प्रायः वावृष्य इति भवति रूपाणि भवन्ति वावृष्यते वावृष्येते वावृष्यन्ति इति वृष्यति धातोः कः अर्थः वर्षति इति वा अन्ते नकारः भवति वावृष्यन्ते किं भगिनि वावृष्यन्ते यदि यङ् अस्ति आमां ओ न उक्तवती क्षम्यतां मम उच्चारणदोषः अस्ति वावृष्यते वावृष्येति वावृष्यन्ति इति अत्र तु टु किल् टु डेस्ट्राय् इति अस्ति रावणः रामं वावृष्य किमस्ति किमस्ति रावण किमस्ति राक्षसः सज्जनान् वावृष्यते वावृष्यते इति अस्तु भगिनी न कृतवती खलु वदामि भगिनि कृष् धातुः एकाच् अस्ति धातोरेकाचो हलयते क्रियासमभिहारे सूत्रेण यङ् विधीयते यङ्गोचि इति सूत्रेण यङ् भवति संयङ्गोच् सूत्रेण द्वित्वं भवति कृष् इति हलादिशेषः इति शकार अपगच्छति कृष् अत्र रोकार अस्ति चेत् उरत् इति सूत्रेण रोकारस्थाने अत् हर्ष्वाकार आगच्छति वा वृष् उरन् रपर् है सूत्रेण रेफा व्य आगच्छति वृष् हलादिशेष आगत्य रेफा लोपः भवति वा वृष् इति यङ्गन्तधातुः कृष् क्षम्यतां भगिनि यङ् धातु अस्ति चेत् कृष्य इति धातु अत्र अधीनं व्यञ्जनपदेन इति संयोगस्य आधारेण षकार अस्ति तद् एव क्रु एव एकाचु प्रथमभागः भवति कुकृष्य उरत्परः इति सूत्रेण ऋकारस्थाने उकार उरण्परः इति रेफ खर्कृष् हलादिशेषः काकृष् कुहोश्चुः भगिनि सूत्रेण ककारस्थाने चकार आगच्छति चकृष्य इति धातु यङ् धातु यङ्गन्तधातु अत्रापि अङ्गकार्यमस्ति धातु तत्र चाकृष् भवति भगिनि यदि यङ् धातु अस्ति तत्र एकम् अन्यकार्यमपि अस्ति दीर्घ भवति चाकृष् चाकृष् नापि अहं न जानामि महोदय उक्तवान् न करणीयं किं भगिनि अत्र दीर्घः अस्ति अन्य सूत्रमपि आगच्छति तत्र साधु अहं न जानामि न स्मरामि कालान्त ये धातवः सन्ति दीर्घोकितः इति अपि अन्य सूत्रमपि अस्ति ऋकारान्त अभ्यासकार्य प्रति महोदय यदि वयं यङ् कृतवन्तः तत्र अङ्गकार्यं भवति चेत् न करणीयम् उक्तवान् केवलं धातुनिर्माणम् अस्तु इदानीं मम क्रमः हिश् अस्ति साधु हिश् इति धातु एकाच् अस्ति धातो एकाचो हलादे क्रियासंहारे अनेन यङ् विधानं भवति हृष्य भवति यङोचि अनेन यङ् लुक् भवति संयङो अनेन द्वित्वं भवति समग्रधातोः द्वित्वं भवति कारणं धातु एकाच् अस्ति सो हृष् हृष् इति भवति हृष् अनेन हृष् प्रथमभागस्य अभ्याससंज्ञा द्वयोः मिलित्वा हृष् हृष् अभ्यस्तसंज्ञा भवति हलादिशेषनेन शकारलोपः भवति उरत् अनेन अत् आदेशः भवति हृस्थाने सो तकार इति तपरकरणम् अस्ति सो अ आदेशः भवति ऊनपरानने अर् भवति सो हर्ष् इति भवति हर्ष् योग हृष् इदानीं पुनः हलादिशेषनने रेफस्य लोपः भवति सो हृष् इति भवति तदनन्तरं कुहोचु एनने हकारस्य स्थाने झ आगच्छति चतुर्थवर्ण झ तदनन्तरम् अभ्यासे चर्चनने झकारस्य झकार भवति सो झ हृष् इति भवति यदि यङ् विधानम् अस्ति धातुः अस्ति हृष्य अजीनं व्यञ्जनं परं संयोजनम् अनेन सिद्धान्तेन इति धातो एकाचो प्रथम एकाचो द्वितं भवति सो हृ हृष्य इति भवति हृ इदानीम् अभ्यासः अस्ति हृ हृ इति अभ्याससंज्ञकः अस्ति पुनः इदानीम् अत्र हलादिशेषकार्यं न करोति इदानीं ऊरत् इत्यस्य अनेन अकार उणनपर अर् आगच्छति हर्ष् ह हर् हर्ष इति भवति हलादिशेषेन रेफसलोप हर्ष्य इति पुनः कुहोचु अपि अभ्यासे चर्चनेन जहृष्य इति भवति. मणि महोदय एतत् दीर्घरिकारः अस्ति साधु अत्र ह्रस्व इति उक्तवान् दत्तमिति ब्रु ब्रु ब्रु अपि रूपं दीर्घ अस्ति तृ एव ब्रु धातुः अत्र धातुरेकचोहलादे क्रियसां क्रियासङ्गे यङ् इति इत्यनेन क्रियासभेन यङ् विधानं भवति ब्रूय इति यङोचिच इति सूत्रेण यङ् लुक् भवति ब्रु इति रूपम् अनन्तरं संयङ्गो इत्यनेन दीतं भवति ब्रु ब्रु इति सम्पूर्णधातुः ब्रु ब्रु अनन्तरं अत्र ब्रु ब्रु उरत् इत्यनेन अभ्यासे उरत् उरन्प्रहत्यन बर् ब्रु इति भवति अलादिशेष इत्यनेन बाब्रु इति कुटुम्ब भवति अनन्तरम् अभ्यासे सच इत्यनेन बाब्रु इति यङ् लुकि स्थाने बाब्रु इति यङ् अत्र यङ् विधानं भवति चेत् ब्रूय इति धातुः बा ब्रूय इति धातुः बा ब्रु ब्रु ब्रिय इति रूपम् अत्र पुनः बाब्रु अलादिशतन बाब्रु अभ्यासचैतन बाब्रूय इति रूपं यङ्गन्तरूपम् बाब्रियते बाब्रियते बाब्रियन्ते इति आत्मेयपदरूपम् दीर्घः अपि उक्तवान् खलु प्रायः तदपि भवति बाब्रूयते. धन्यवादः धन्यवादः. धातोरेकाचो हलादेः क्रियासमभिहारे इत्यनेन हृय इति भवति. अधुना प्रथम एकाच् भागः तु हृ अस्ति. हलादि यः अस्ति कृत्वा एकाच् द्वे प्रथमस्य इत्यनेन हृ हृय इति भवति. अभ्यासः हृ अभ्यस्तं तु हृ हृ इति. तर्हि अधुना किं भवति संयोगः इत्यनेन वक्तुं चिन्तितवती. तदनन्तरम् अधुना अभ्यासस्य ऋकारान्त अभ्यासः अस्ति इति कृत्वा ऋकारस्य स्थाने अथ आदेशः भवति उरत् इति सूत्रेण. यदा आदेशः भवति तदा एव उरण्ट्रपरः इत्यनेन रेफः अपि आगच्छति. तर्हि अर् इति आदेशः ऋकारस्य स्थाने हर् हृ इति य इति अङ्गम्. अधुना किं भवति इति धातुः अङ्गं नास्ति क्षम्यतां धातुः. तद् अधुना किम् अस्ति फलादिशेषः इत्यनेन रेफस्य लोपः भवति ह हृ य इति. अधुना कुहोशुः इत्यनेन हकारस्य स्थाने सवर्गादेशः भवति. अधुना तदा तु किं भवति हकारस्य स्थाने महाप्राणजकारस्य आदेशः भवति. तर्हि झ हृ य इति रूपं. तदनन्तरम् अभ्यासे चर्चा इत्यनेन महाप्राणजकारस्य स्थाने अल्पप्राणजकारः भवति झ हृ य इति. अनन्तरं प्रायः दीर्घोकितः स्यात् जाहृयते इति जाह्रयति जाह्रयति जाह्रयन्ति. हरि ओम् क्षम्यतां भगिनि. क्रू दातु भगिनि. आं भगिनि कियत्पर्यन्तं कृतवन्तः भगिनि त्रू वर्गे कियत्पर्यन्तं कृतवन्तः इति मम प्रश्नः. वयं पठितवन्तः अभ्यासे च तदनन्तरं यङ् प्रत्ययस्य स्वभाव तस्य उपरि यत् तत्पर्यन्तं. क्षम्यतां भगिनि. किं करणीयं भगिनि? रूपं साधयतु भगिनि. हस् इति अस्ति खलु क्षम्यतां किमस्ति कृ अस्ति कृ कृ इति यङ्गन्तदातु अस्ति चेत् प्रथमं धातुरेकाचो हलादे क्रियासमाभिहारे इति सूत्रेण यङ् विधीयते यङ्गोचि इति सूत्रेण लुक् यङ् लुक् भवति सम्यङ्गयोः सूत्रेण तित्त्वं भवति अत्र एकाचि एव अस्ति पूर्व सर्वत्र तित्त्वं भवति क्रु क्रु इति धातु तदनन्तरं उरत् इति सूत्रेण ऋकारस्थाने अत् आगच्छति उरन् रपरः इति सूत्रे रेफा तर् तृ हलादिशेषः रेफः लोपः भवति तत्तृ इति रूपं यङ्गतधातु अस्ति चेत् तृय इति धातु अत्र केवलं तक् प्रथम एकाचु एव दत्तं भवति न भगिनि क्रु क्रु क्रु क्रुय इति धातु अत्र क्रु क्रुय उरत्परः उरत् इति सूत्र उरण्डपरः तेन कर्क्रुय कुहोश्चुः तेन ककारस्थाने चकार आगच्छति चक्रुय इति यङ्गतदातु अजन्तदातु अस्ति सम्पूर्णतया हलादो हलादि एकाचो प्रथम क्रियासंहारे अनेन यङ् विधानं तदनन्तरं यङ् वचनेन यङ् लुक् यङ्गेन सम्पूर्णधातोः द्वितं तृ तृ इति भवति इदानीं धातोः उरत् अनेन तृ तस्य अत् आदेशः भवति उनर्तृ भवति हलादिशेषेण रेफस्य लोपः भवति तत्र इति भवति दीर्घोकितनेन तात्र इति भवति यदि यङ् विधानम् अस्ति तत्र अन्य कार्यमपि अस्ति त्रिय इति भवति महोदय उक्तवान् अन्यकार्यमपि अस्ति अङ्गकार्यम् अग्रे सप्ताहे कुर्मः तत् अस्तु कुहोचुः अभ्यासे कुहोचुः अभ्यासे कवर्गीयस्य ककारस्य च स्थाने चवर्गादेशः भवति तत्र स्थाने दर्तमः इति परिभाषासूत्रेण उच्चारणसाम्य स्थानसाम्यवशात् ककारस्य स्थाने चकारः तदा अभ्यासे च इत्यनेन च स्थाने चकारः कुहोच् कुश्च कश्च तयोरुत्र इत्र दन्धः कुहौ तयोः कुहोः कुहोः षष्ठ्यन्तं चु प्रथमान्तं द्विपदं सूत्रम् अत्र लोपाभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य कुहोः चुः सूत्रं भवति यदा अभ्यासे कवर्गः अस्ति अत्र चौर्गादेशः हकारः अस्ति अत्र तदपि चौर्गादेशः परन्तु स्थाने अन्तरतं भवति परिभाषासूत्रेण हकारस्य जकारः भवति अनन्तरम् अभ्यासे सच्च इति सूत्रेण जकारस्य जकारः जस्वं भवति इत्युक्ते महापुराणजकारस्य अल्पपुराणजकारः आदेशः भवति इति तदेव महोदय अन्य कुहो सस्यन्दं चु प्रथमान्तं द्विपदन्तं सूत्रं किमपि अत्र वदनीयं वा सरलमणि तत् साधु अस्ति. स्थानयन्त्रं पठामि वा? स्थानयन्त्रतमः प्रसङ्गम् अवलम्ब्य लिप्यतमः आदेशः भवति. स्थाने सप्तम्यन्तम् अन्तरतमः प्रथमान्तं द्विपदं सूत्रम् प्रसङ्गम् अवलम्ब्य लिप्यतमः आदेशः भवति इति अहं न अवगच्छामि इति तस्य अर्थः. ओ इति अस्ति नो बाह्यान्तरम् अभ्यान्तरं स्थानान्तरं कुत्र वर्णस्य निर्माणं भवति यथा कण्ठे अस्ति वा ओष्ठ्य तालव्य इति तत् द्रष्टव्यम्. अभ्यान्तरं या बाह्यान्तरं पुनः ईश स्वाद इति द्रष्टव्यं. तत् आधारेण कः त्यजतः कार तस्य ईशस्वाद इति बाह्य अन्तरम् अभ्यान्तरम् अनेन न भवति. कण्ठ्यन्तरम् इति नास्ति करञ्चि हकारस्य उच्चार कण्ठस्थाने अस्ति. सो कथं झकार आगच्छति इति मन्ये बाह्य अन्तरम् इति ईशस्वाद इति दृष्ट्वा एकं मन्यमपि अस्ति तस्य आधारेण चकार आगच्छति. धन्यवादः. कुरु इति रूपं वदति वा? अन्य वा वदतु. कुरु धातुः क्रियासंवर्तनेन द्वितं भवति यङ् उदानं भवति. अनन्तरं यङ्गोचि चेत् यङ् लोपः भवति. इदानीं द्वितं भवति संयङ्गो इत्यनेन सूत्रेण कृ कृ इति. अनन्तरम् उरत् उरन्रपः इत्यनेन कर्कृ इति. फलादिशेषः इत्यनेन रेपस्य लोपः भूत्वा ककृ इति रूपम्. अनन्तरं कुहोचुः इत्यनेन चकार ककारस्य चकारः चकृ इति यङ् लुकन्दधातुः. यङ्गन्धधातुः क्रिय इति क्रिय इति रूपं भवति. अत्र द्वितं भवति अनेकाच अस्ति अतः एकाच प्रथमद्वितीयस्य इति सूत्रेण कृ क्रिय इति. उरण्ड्रप्रः अभ्यासे क्र उरण्ड्रप्रः. अनन्तरम् उरत् उरण्ड्रप्रः कर्क् य इति. फलादिशेषगतिन कक्रिय इति. अनन्तरं कुहोचुः इत्यनेन चक्रिय इति यङ्गन्धधातु यङ्गन्धधातु चक्रिय इति. महोदय भगिनि श्रूयते. क्षम्यतां महोदय, मम दूरवाणी आगता इति कृत्वा. किं कुत्र स्मः वयं? किं जातं वा? खण्डक् वक्तव्यं मया. अस्तु, खन् इति अस्ति. हल् किम् अस्ति धातोरे काचो हलदेः क्रियासंविहारे यङ् इत्यनेन यङ् प्रत्ययस्य विधानं पौनःपुन्यार्थे समाविहारार्थे. तर्हि अत्र किं भवति, एकाचो संयोगोः इत्यनेन द्वित्वम् एकाचो द्वे फलादि अस्ति इति कृत्वा एकाचोरे प्रथमस्य इत्यनेन प्रथमाचवर्णस्य द्वित्वं भवति. अधुना तु खन् इति हलन्तधातुः अस्ति. तर्हि अजीनं व्यञ्जनं परेण संयोजनम् इत्यनेन सिद्धान्तं स्वीकृत्य ख इति प्रथम एकाचभागः, किन्यति द्वितीय एकाचभागः इति स्वीकुर्मः. तर्हि प्रथम एकाचभागस्य द्वित्वं भवति. ख ख इति अभ्यस्तं भवति, ख इति अभ्यासः. तर्हि अधुना ख इति अभ्यासस्य ख खवर्गः अस्ति इति कृत्वा कुहोचुः इत्यनेन छखारः भवति. तथा तु छखन्य इति भवति. तदनन्तरं किमस्ति अभ्यासे चर्चा इत्यनेन च कन्य इति रूपं प्राप्नुमः. अनन्तरं चाकन्यते खन् धातोः अर्थः अस्ति एकनिमिषं. खनति इति मन्ये खलु, खनति इत्युक्ते कर्षति इति टिभ्यति एव. तर्हि कृषकः खन्यते, खाखन्यते, क्षम्यतां चाखन्यते इति. समापितवती. अरुणभगिनी भवत्याः भगिनि, वयम् अग्रे सरामः वा? इतोपि सर्वाणि रूपाणि वक्तव्यानि वा भगिनि? वयं न कृतवन्तः भगिनि, वर्गे वर्गे सर्वं कृतवन्तः वा? अस्तु, तर्हि इतोपि अर्धघण्टा यावदेव अस्ति. वक्तुं गच्छामि अत्र वयं केवलं रूपं कानि सत्राणि भवति रूपं वक्तुं शक्नुमः. खन्दातु भगिनि, खन्दातु, खन्दातु. अत्र एकाच् दातु, एकाच् धातु अस्ति. ततः धातोरेकाचो हलादेः क्रियासमाभिहारे सूत्र यङ् विधीयते. यङ्गो अचि इति सूत्रेण यङ् लुङ् भवति, खन् एव अवशिष्यति. गम् दातु, क्षम्यतां भगिनि, गम् अत्रापि एकाच् अस्ति. धातोरेकाचो हलादि क्रियासमाभिहारि सूत्रे यङ् विधीयते. यङ्गोचि सूत्रेण यङ् लुक् भवति, गम् एव अवशिष्यति. एकाच् अस्ति चेत् संज्ञाङ्ग सूत्रे द्युत्तं भवति. गम् गम् हलादिशेषः इत्येन मकारलो गकार एव अवशिष्यते. गगम् अत्र कुहोश्चुः इति सूत्रेण गकारस्थाने जकार अस्ति. जगम् इति यङ्गन्तधातु, यङ् यङ् लुक् अस्ति. गम्य इति यङ् यङ्गन्तधातु, जगम्य इति रूपम्. अत्र सूत्रम् अधि द्वितीय सिद्धान्तम् अधिचीनं व्यञ्जनं परेण संयोगस्य इत्युक्तेन मकार अज्विहीन अस्ति. ततः गकार एव दित्तं भवति, प्रथम एकवच एव दित्तं भवति. ग गम्य गकार जकार भवति, जगम्य इति रूपं भवति. संज्ञोनेन द्वितम् एकाश् धातुः अस्ति, यत्र पूर्णधातोः द्वितं ग्रह ग्रह प्रथमग्रह अभ्यास ग्रह ग्रहभ्यासम् इदानीं हलादिशेषनेन हकारे अवशिष्यते. हकारस्य रूपं भवति, द्वग्रह अवशिष्यते. इदानीं तदनन्तरं मोचोनेन चकार आगच्छति, जग्रह दीर्घोकरणेन च ग्रह इति भवति. यदि यङ्विधानम् अस्ति, यत्र अस्ति महोदय उक्तवान् अन्य अङ्गकार्याणि भवति, तत्र न करणीयं तदा कारणकी ग्रह इति सम्प्रसारणम् अस्ति धातु. तथैव गृह यत् अस्ति तत्रापि सम्प्रसार अन्यकार्यमपि आगच्छति. केवलं यङ्लुकि इति वदामि, गृह धातु एकाचु हलादि क्रियासम्भारेण यङ् विधानं यङोचि अनेन यङ् लोक् संयङो अनेन द्वितं घृ घृ अत्र धातु अजन्त अस्ति उरत् अनेन अत् आदेशः भवति उनरपर अनेन घर् घृ इति भवति हलादिशेष अनेन रेफस्य लोप घ घृ इति आगच्छति कोहोचु अनेन घकारस्य सन्ति चतुर्थश्च वर्गीयवर्ण च आगच्छति सो झघृ पुनः अभ्यासे च अनेन झष्ट्वं भवति सो झघृ इति भवति यङ् विधानं यदि अस्ति सो घृय अस्ति अस्ति महोदय उक्तवान् अन्यकार्यमपि अस्ति अङ्गकार्यं तु अग्रे सप्ताहे करोमि सो मर्नि महोदय भवान् करो धातुः धातुरेकज अलादे क्रियासंव्याहारे इत्यनेन यङ् भवति यङोचि च इत्यनेन यङ् लोपो भवति अनन्तरं हृ हृ इति द्वितं भवति सन्यग् भवति सूत्रेण अनन्तरं हृ हृ इदानीम् उरत् अभ्यासे उरत् उरण्ड्र इत्यनेन हर् हृ इति अलादिशेष इत्यनेन रेपस्य लोपः हृ हृ कुहोचुः इत्यनेन हकारस्य जकारः अनन्तरम् अभ्यासे सच्च इत्यनेन जहृ इति रूपं यङ् लुगं ददातु अत्रापि अन्यरूपं भवति वा प्रसारं भवति वा हृ हस्धातुः अत्रापि हस् इति द्वितं भवति सन्यङ्ग धातोरेखाचक्रियासमये यङोचि च सूत्रं करिं कृत्वा सन्यङ्गः इत्यनेन द्वितं भवति हस् इति हस्लो हलादिशेषः इत्यनेन सकारस्य लोप ह हस् अनन्तरं कुहोचुः इत्यनेन जहस् अनन्तरम् अभ्यासे सच इत्यनेन जहस् इति यङ् लुगन्धधातुः अनन्तरं हस्य इति यङ्गन्धधातुः अत्र हस् सकारः अजीर्णं व्यञ्जनम् अथवा यकारः लो संयोजनं भवति अस्य इति इदानीम् अनेकाचस्ति हकारः अनन्तरं यकारः अनेकाचस्ति अथवा धातौ एकाचो न न क्षम्यताम् एकाचो द्वे प्रथमस्य इति सूत्रेण हकारस्य द्वितं भवति ह अस्य इति इदानीं ह स्थाने कुहोच्युः अनन्तरम् अभ्यासस्य चेतन ज हस्य इति रूपं भवति धन्यवादः भगिनी भवती अस्ति वा क्षम्यतां भगिनी अस्मि क्षम्यतां दूरवाणी कुत्र स्मः भगिनि अभ्यासे चर्च इति आरम्भं करणीयमस्ति भगिनि अभ्यासे चर्चा अभ्यासे जलस्थाने जश् चर्च आदेशो भवतः तत्र स्थानेन्तरतमः इति परिभाषासूत्रेण उच्चारणस्थानसाम्य साम्यवशात् जश् स्थाने जश् अपि च खैस्थाने चर् इत्युक्ते चतुर्थवर्णस्य स्थाने तृतीयसदस्यवर्णः अनन्तरं द्वितीयसदस्यवर्णस्य वर्णानां स्थाने प्रथमसदस्यवर्णः भवति अनुवृत्त्यर्थं क्षम्यतां तावदेव अनुवृत्तिसहितसूत्रम् अभ्यासे जलां जश् चर्च अभ्यासे जलां जश् चर्चसंहितायाम् इति चर्त्वं तु इति तुड् इति धातुः तदा किं भवति तुड् य इति यङ् प्रत्ययः तर्हि तुड् य इति अधुना एकाचोदये प्रथमः इति अधिकम् एकाचोदये प्रथमस्य प्रथम एकाचभागस्य भवति तर्हि अधुना स क कः एकाच्पाकः इति प्रश्नः, तदा तु किम् अस्ति अजीनं व्यञ्जनं परेणसंयोज्यम् इति सिद्धान्तेन तु इति प्रथम थु इति प्रथम एकाच्पाकः, इड्य इति एकाच्पाकः, तर्हि तु थु इति द्वित्वं तु थु इड्ययति इड्य इति. तदनन्तरं किं भवति, अधुना द्वितीयसदस्यः वर्णः अस्ति अभ्यासे इति कृत्वा अभ्यासे चर्चयित्वेन प्रथमसदस्यः भवति, तदा तु अल्पप्राणतकारः आगत्य तु थु भ्य इति भवति. आं भगिनि, एकनिमिष. फल् फाप् प्रथमं यङ्ग् लुगन्त भगिनि धातोर् एकाचो हलादेः क्रियासमाभिहारि सूत्रेण यङ् विधीयते. यङ्गोचितेन यङ् लुक् भवति, संज्ञोचित्रे द्युक्तं भवति. फल् फल् हलादिशेषः लकारात् लोपः भवति, फकार एव अवशिष्यते. फल् अभ्यासे चर्चेत सूत्रेण अपकार खर्वर्णः अस्ति, ततः अश्वपकार आगच्छति. पफल् इति यङ्गन्तरूपं यङ्गन्तधातु अस्ति चेत् फल्य इति धातु अत्र अज्विहीन धातु वर्णाः सन्ति, अतः केवलं फकारस्य प्रथम एकाचो प्रथमस्य इत्येन पकार एव द्वित्वं भवति. फल्य अभ्यासे चर्चित सूत्रेण फ महाश्वपकार फल्य इति रूप. अग्रिमपि करोतु. छुप् छुप् अत्र अपि प्रथमं धातोर् एकाचो हलादे क्रियासमभिहारिसूत्रेण यङ् विधीयते. यङ्गोचित् सूत्रेण लोप लुक् भवति, सन्यङ्गोचित् द्युक्तं भवति. छुप् छुप् हलादिशेषः पकारः अपगच्छति. छु छुप् अभ्यासे चर्चितेन महाप्राणछकारस्थाने अल्पप्राण छु छुप् यङ्ग्लुक् धातु यङ्गन्तधातु अस्ति चेत् चुप्य इति धातु. अत्रापि हीनवर्णः अस्ति, पकार लकारायकार, ततः केवलं चु पकारस्य. सो शुखा छु एव द्युतं भवति. छु चुप्य हास्व अभ्यासे चेतेन चु चुप्य इति यङ्गन्तधातु. भू धातु भू अस्ति, भू इति भवादिगणे धातु अस्ति, एकाच् अस्ति, एकाचो हलादे क्रियासंहारे अनेन यङ् विधानं, यङ्गोचि अनेन यङ् लुक्, संयङोनेन द्युतं सम्पूर्णं धातोः द्युतं भवति, भू भू भवति. तदनन्तरं हस्व अनेन भू भू भवति. तत् अभ्यासे चर्चनेन भकारस्य जस्रं भवति, भू भू इति भवति. गुणोयङोन भू भू भवति. तदनन्तरं यदि यङ् विधानम् अस्ति भू भूय इति भवति. इदानीं अनेकाश् धातु अस्ति, सो अधीनं परं न, अत्र अजीनं परं तस्य न अस्ति, कारणं कि धातु अजन्त अस्ति. सो भूय प्रथम एकाचो हलादे प्रथम एकाचस द्युतं. सो भू भूय इति भवति. पुनः समानप्रक्रिया ह्रस्व अपि अभ्यासे चनेन भू भूयि भूय भू भूय इति भवति. तत्र ढू ढोक् अस्ति, तत्र ढोक् इति धातुः अस्ति. पुनः ढोक् इति अनेन धातो हलादि एकाचो क्रियासंहारे ढोक्य यङ् यङो अचि अनेन यङ् लोक् संयङो अनेन ढोक् ढोक् भवति. तदनन्तरं हलादिशेषनेन ढो ढोक् इति भवति. अन्यसूत्रमस्ति ह्रस्व अस्ति ढू ढोक्. इदानीम् अभ्यासे चर्चनेन ढकारस्य तृतीयवर्णः आगच्छति, डुढोक् इति भवति. यदि यङ् विधानम् अस्ति तद् ढोक्य इति भवति. तद् इदानीं हलादि अजादि किमस्ति अजीनं अजीनं व्यञ्जनं परे संयोजनम् अनेन प्रथम एकाच भागस्य कृतं भवति. ढौ ढौक्य ढौ इति अभ्यास ढौ ढौ अभ्यस्तं भवति. अभ्यासे च चनने प्रथमं ह्रस्व भवति, ढु ढौक्य भवति. तदनन्तरम् अभ्यासे च चने ढु ढौक्य इति भवति. ढौ ढौक्य गोयङोजने भवति इति. अन्य करोमि तदनन्तरं झ झ समाप्तं करोतु. झर् झर् झर् अत्रापि झर् इति धातु धातु एकाच् अस्ति. धातु हलादि एकाच् क्रियासंहारे अनेन यङ् विधानं यङोचि यङ् लुक् संयङोनेन द्वितं झर्च् झर्च् इति झर्ज् प्रथम झर्ज् अभ्यास. द्वयो मिलित्वा झर्ज् झर्ज् इति अभ्यस्तमङ्गम्. इदानीं हलादिशेषनेन झर्ज् झर्ज् इति भवति. तदनन्तरम् अभ्यासे चर्च् अनेन झर् झर्ज् इति भवति. यदि यङ् विधानम् अस्ति झर्झर्ज्य इति भवति. अजीनं अजीनं व्यञ्जनं परि संयोजनम् इति सिद्धान्तेन प्रथम एकाचो द्वितीयं झ झर्झ्य इति भवति. झ इति अभ्यास झर्झ इति अभ्यस्तमस्ति. अभ्यास अङ्गः अस्ति झ. तस्य अभ्यासे च चनने झ भवति. झ झर्झ्य इति भवति. अस्तु अग्रे भगिनि एकप्रश्नः. यङ् लुगन्त अत्रापि जकार जकार अकार रेफा अस्ति. द्युत्तं केवलं जकार द्युत्तं भवति, रेफा अपि दत्तं भवति. यदि यङ् लुगन्त अस्ति तत्र पूर्ण धातोः झर्ज् इति एकाच् धातुः अस्ति राजु. पूर्ण धातोः द्वितं भवति. झज् झज् इति भवति. तदनन्तरं फलादिशेष. यदि यङ् विधानं भवति तद् झ झर्झ्य इति भवति. धातुः अनेकाच् भवति. झकार उत्तरवती अकार अस्ति, यकार उत्तरवती अकार अपि अस्ति. तत्र झ झर्झ्य इति भवति. केवलं झ भागस्य द्वितं भवति. तत् लघु भवति. तत् फलादिशेषस्य कार्यं न आगच्छति. तत् अजहीनम् इति स्वीकर्तव्यं. धन्यवादः मणिमहोदय. भवतः क्रमः. अस्तु, धन्यवादः महोदय. देयं यत् अभ्यासे वर्गस्य प्रथमसदस्य तृतीयसदस्य पञ्चमसदस्य एन् प्रत्याहारभ्य एन् प्रत्याहारस्त चेत् चेति वर्णानां विकारः न भवति. अतः येषां नाम अनादेशः अभ्यासः इति उच्यते. यदा प्रथमवर्णः अस्ति अनन्तरं तृतीयः अन्नः अस्ति, पञ्चमः अपि अस्ति, यन् प्रत्ययः अपि अस्ति चेत् अभ्यासे अत्र वर्णः विकारणं न भवति इति, तदेव रूपं भवति च इति चेत् च एव तिष्ठति, रूपं किमपि परिवर्तनं न भवति इति. तस्य नाम अनादेश अभ्यासः इति अत्र दत्तम्. उदाहरणे चल् अस्ति, अत्र द्वितीयं भवति चल् चल् इति, अनादिशेषगत्येन च चल् एव तिष्ठति, अत्र अभ्यास किमपि रूपपरिवर्तनम् इति. किन्तु पञ्चन्यवत् इति वक्तव्यं, प्रसक्तिः अस्ति, पञ्चन्यवत् परिवर्तनं भवति. ओ अस्तु अस्तु, धन्यवादः भगिनि. अत्र प्रसक्तिः अस्ति, अत्र प्रसक्तिः अस्ति, परन्तु पञ्चन्यवत् भवति इति. आम् इदानीं झटिति सर्वे करोतु, तथैव वर्गे अपि. चल् इति प्रथमवर्णः, अनन्तरं जप् इति, अत्रापि जप् जप् द्वितीयम् अलातिशेषेन ज जप् इति एव तिष्ठति, अत्रापि अभ्यासेश च इति कार्यं करोति, परन्तु पर्जन्यं भवति इति. अनन्तरं टीक् धातुः, अत्रापि द्वितीयं टीटिक् ह्रस्वः अलादिशेषदिन ककारलोप, ह्रस्वः दिने टीटिक्, अत्र अपि अभ्यासस्य कार्यं करोति, परन्तु परिणवत् भवति. डि डि द्वितं प्रश्वगतेन डि भवति, अभ्यासस्य प्रसक्तिः भवति, परन्तु पर्जन्यवत् भवति. तृ अत्रापि तर्तृ अलादिशेष वा तर्तृ इति, अत्रापि अभ्यासस्य परन्तु उरन् उरन् रपरः उरत् उरन् रपरः इत्यनेन तर्तृ रेप अलादिशेषगतेन रेपस्य लोपः भूत्वा तर्तृ इति एव रूपं भवति, पर्जन्य भवति. दल् दल् द्वितं द अलादिशेषगतेन लोप लकारः लोपः द दल् इति, अत्रापि अभ्यासस्य चेतन प्रसक्तिः, परन्तु दल् एव तिष्ठति, पर्जन्यत् भवति. अनन्तरं नकारः अस्ति, अत्र नम् नम् इति द्वितीयम् अलादिशेषगत्येन नमकारः लोपः भवति, न नम् एव अत्र अनुनासिकवर्णः, अत्रापि पञ्चमवर्णः न भवति, किमपि पर्जन्यवत् भवति. पत् पत् आम् आं जलि नास्ति, अतः पर्जन्यवत् इति वक्तुं न शक्नुमः. प्रसक्तिः एव नास्ति, धन्यवादः भगिनि. न नम् इति रूपं भवति, पत् पत् अत्रापि अलादिशेषः प पत् पर्जन्यवत् भवति. बाद् बाद् इति द्वितं बाद् बाद् अलादिशेषगतेन बाबात् अभ्यासस्य प्रसक्तिः, पर्जन्यवत् भवति. मील् इति मील् मील् अत्र अलादिशेषः इत्यनेन मील् मील् ह्रस्वगतेन मील् मील् अत्रापि अपि अभ्यासस्य कार्यं कर्तुं प्रसक्तिः अस्ति, बट् परन्तु पर्जन्यवत् भवति. अत्रापि पद्यनिवत् न भवति, क्षम्यतां भगिनि. तदेव नकारः यदा तिष्ठति तदेव मकारः. अनन्तरं यम् यम् स्थाने अपि द्वितीयं भवति, यम् यम् अलादिशेषेन या यम् यः तिष्ठति, अत्रापि यकारस्य प्रसक्तिः किमपि नास्ति, पद्यनिवत् इति न वक्तुं शक्नुमः. धन्यवादः. वृ वृद् वृद् इति अत्र अलादिशेषगतेन वृ वृद्, उरत् उरन् प्रगतेन वर् वृद्, अलादिशेषगतेन वा वृद्, उरत् उरन् रपरः इत्यनेन वर् वृ, अलादिशेषगतेन वा वृ, अत्र दीर्घकृतः कार्यं करोति वा वा वृ इति धन्यवादः. इति यङि समा सामान्यं अभ्यासकार्यं समाप्तं, विशिष्ट अभ्यासकार्यं यदा स्थानम् अग्रे प्रदर्शयामः. अस्तु, धन्यवादः भगिनि. प्रक्रिया हलादिधातूनां यङन्तरूपं भवति, तेषां च वर्गीयकरणम् एतादृशं भवति, वर्गीकरणम् एतादृशं भवति, एतादृशं करणीयम्. आकारान्ताः एजन्ताः च दातवः, इकारान्ताः ईकारान्ताः च दातवः, उकारान्ताः उकारान्ताः च दातवः, ऋकारान्ताः दातवः, ऋकारान्ताः दातवः, सामान्यहलन्तदातवः, अधुपदाः दातवः, युगुपदाः दातवः, उदुपदाः दातवः, ऋतुपदाः दातवः, सम्प्रसारिणः दातवः, अनिदितः दातवः. प्रश्नः उदेति यत् अभ्यासे चर्चा तु अङ्गस्य इत्यस्य अधिकारे नास्ति. अष्टमाध्यायस्य चतुर्थे पादे अन्तिमे पादे अस्ति. तर्हि अङ्गकार्यं किम् अस्ति किम् इति प्रश्नः. अभ्यासस्य निमित्तं प्रत्ययः, प्रत्ययपरे एव द्वित्वं भवति. अतः कस्यापि अभ्यासकार्यस्य निमित्तं तु प्रत्ययः आवश्यकम्, तथा सति अङ्गकार्यमेव. अत्र तु यङन्तं यत् अस्ति तत्र तु प्रत्ययपरे इति नास्ति खलु, सैवमिव स्वयं स्थाने भवति, किन्तु निमित्तं तु प्रत्ययः अस्ति एव, निश्चयेन स्थाने एव अस्ति. अधुना अग्रेपि अधुना अभ्यासे चर्चा अष्टमाध्यायस्य चतुर्थे पादे स्थापितम्, अतः अङ्गकार्यं न स्यात् इति भासेत. अष्टमाध्यायस्य चतुर्थे पादे वर्णनिमित्तिकं कार्यं जायमानं, किन्तु अभ्यासे चर्चा तु वर्णनिमित्तिकं नास्ति. साधारणतया अष्टमाध्यायस्य चतुर्थे पादे किमपि सूत्रं स्थापितं चेत् तस्य तत्र स्थापनस्य विशिष्टकारणम् अस्ति असिद्धत्वम् इति. असिद्धत्वम् अपेक्षते तदर्थं तत्र स्थापितं, किन्तु अभ्यासे चेत् असिद्धमपि न भवति. कदाचित् त्रिपाद्यां पूर्वसिद्धसूत्रं प्रति परसूत्रम् असिद्धं, किन्तु अभ्यासे चर्चा इत्यस्य सम्बन्धः एव नास्ति. अपरत्रिपादिसूत्रे हि सः, अतः तानि सूत्राणि प्रति असिद्धत्वस्य अवसरः एव नास्ति. वस्तुतस्तु अभ्यासचर्चा केवलम् अनुवृत्तिवशात् उक्तस्थाने अस्ति. जलां जश् जशि इत्यस्मात् जश् इति अनुवर्तते प्रकृतसूत्रे, अपि च अभ्यासे चर्चे इति सूत्रात् चर् इत्यस्य अनुवृत्तिः भवति करीष इति सूत्रे. अत्र फलितार्थः अस्ति यत् अभ्यासे चर्चा अङ्गकार्यमेव, यद्यपि अङ्गस्य इत्यस्य अधिकारे नास्ति. यथा पूर्वं अस्माकं प्रश्नः अस्ति आसीत् अभ्यासे चर्चा इति अङ्गस्य इति षष्टाध्यस्य चतुर्थभागस्य पादे आगच्छति अङ्गस्य इति अधिकारसूत्रं. तत्र ये ये सूत्राणि उक्तानि तानि तु अङ्गकार्याणि सन्ति, किन्तु अभ्यासे चर्चा तु अष्टम् अध्यस्य चतुर्थे पादे अस्ति, त्रिपाद्याम् अस्ति. सपादसप्ताध्याय्यां तु नास्ति, त्रिपाद्याम् अस्ति. सूत्रप्रति कथं वा तस्य अङ्गकार्यं कथं भवति इति तत्र पूर्वम् उक्तमासीत्. प्रत्ययः निमित्तम् अस्ति द्वित्वकारणस्य द्वित्वस्य कारणम् इति कृत्वा तत्र प्रत्ययः प्रत्ययः अपेक्षितम् अस्ति इति कृत्वा अङ्गकार्यम् इति स्वीकुर्मः इति. तर्हि प्रश्नः, द्वितीयप्रश्नः तु भवति अस्माकम् अङ्गकार्यं नास्ति किमर्थं, तर्हि अङ्गकार्यम् अस्तु किमर्थं तर्हि चतुर्थ अष्टमाध्यायस्य चतुर्थे पादे किमर्थं पाणिनिः स्थापितवान् इति मनसि प्रश्नः जायमानः. तर्हि तस्य तु उत्तरमस्ति, अत्र तु सामान्यतया अष्टमाध्यायस्य चतुर्थे पादे वर्णनिमित्तिकानि सूत्राणि सन्ति. अत्र तु यत्र वयम् अभ्यासकार्याणि तु वर्णनिमित्तिकं कार्यमेव नास्ति. तत्र वर्णनिमित्तिकम् इति साक्षात् नास्ति, विषयद्वयं वर्तते. वर्णनिमित्तिकमपि अस्ति, अनन्तरम् असिद्धत्वमपि सामान्यतया अत्र भवति. तादृशकार्याणि एव अष्टमाध्यायस्य चतुर्थे पादे स्थापितानि भवन्ति. एतत्तु असिद्धत्वमपि अत्र न अपेक्षितं, वर्णनिमित्तिकत्वमपि नास्ति, तर्हि किमर्थं तत्र स्थापितम् इति प्रश्ने सति प्रथम किम् अस्ति इत्युक्ते केवलम् अनुवृत्त्यर्थं पाणिनिः स्थापितवान् इति उक्तमस्ति. उदाहरणार्थं जलां झष् झषि इति वर्णनिमित्तिकम् यत्र अस्ति दत्तमपि वर्तते तादृशसूत्रम् अस्ति वर्णनिमित्तिकं सूत्रं. तद् अनु अग्रे भवति सूत्रम् अभ्यासचर्च इति सूत्रम् अस्माकम् अभ्याससूत्रमस्ति अभ्यासकार्यमस्ति. तत्र तु जलां झषि इति सूत्रात् वर्णनिमित्तिकसूत्रात् झष् इति अनुवृत्तिः अभ्यासे चर्चा इत्यस्मिन् आयाति. तथा एव अस्माकम् अन्तिमसूत्रं यत् अस्ति अभ्यासे चर्चा इति यत् सूत्रमस्ति तत्र यत् चर् इति अस्ति तस्य अनुवृत्तिः तु खरीच इत्यस्मिन् पुनः आगच्छति. खरीच तु वर्ण्यमितिकम् अस्ति. तर्हि तादृशं केवलं पूर्वसूत्रात् अग्रिम अभ्याससूत्राणां प्रति अनुवृत्तिः भवति. अनन्तरं अभ्याससूत्रात् अग्रे अपि वर्णनिमित्तिकसूत्रेषु अपि अनुवृत्तिः भवति इति अनुवृत्त्यर्थमेव केवलं स्थापितमस्ति इति महोदयेन अत्र प्रतिपादितम्. किन्तु अङ्ककार्यमेव अस्ति अग्रे लिथ्यभ्यासस्योपशेषाम् इति सूत्रं षष्ठ्याध्याये स्थापितम् अस्ति. सम्प्रसारणम् इत्यस्य अनुवृत्तिकृते वाच्यादीनां ग्रहादीनां च अभ्यासस्य सम्प्रसारं लिटि इति सूत्रात्. किन्तु वस्तुतः तु इदम् अभ्यासकार्यमेव. अतः कार्यदृष्ट्या सप्तमध्यायस्य चतुर्पादे अवविशत् न अवगतं भगिनि. लिट्यभ्यासस्य इतपि सूत्रं षष्ठाध्याये अस्ति परन्तु इति सूत्रं षष्ठाध्याये अस्ति. लिट् इति तत्रापि द्वितं भवति अभ्यासकार्यं. किन्तु एतत् सूत्रं षष्ठम् अध्याये अस्ति न तु तत् सप्तमाध्याये. सप्तमाध्याये अङ्गकार्यं तस्य अधिकारः अस्ति न तु षष्ठे अध्याये. कथं तत्र लिट् अभ्यास स्वभवेषाम् इति अत्र सूत्रमस्ति. अत्रापि अनुवृत्ति सम्प्रसारणधातोः वच् दीग्रहधातो ये अस्ति तेषां सम्प्रसारणमस्ति अनुवृत्ति कारणेन एतत् सूत्रं षष्ठम् अध्याये दत्तमस्ति इति. ओके ओके. यतोहि अभ्यासकार्यं सप्तमे अध्याये अङ्गकार्यम् अन्धकार्ये अस्ति. अत्र अपि समान प्रक्रिया अस्ति लिट् अभ्यासो इति सूत्रस्य. अवगतं भगिनि. अस्तु अधुना पठामि भगिनि. अभ्यासस्य असवर्णे असवर्णे इति सूत्रं षष्ठ्याध्याये स्थापितम् अस्ति. इयङ् उवङ् इत्यनयोः अनुवृत्तिकृते अभ्यासस्य इवर्णोवर्ण्योरियङ्गौ सौ स्वसवर्णे चि इति सूत्रात्. किन्तु वस्तुतः तु इदम् अभ्यासकार्यमेव. अतः कार्यदृष्ट्या सप्तम्या अध्यासस्य चतुर्पादे अभविष्यत्. ओ अत्रापि अन्यसूत्रमस्ति अभ्यासस्य सवसवर्णे इति सूत्रमपि षष्ठाध्याये अस्ति चेत् अपि अङ्ग अभ्यासस्य कार्यमस्ति. ततः कार्यदृष्ट्या सप्तमध्यासस्य चतुर्पादे अभविष्यत्. इमानि त्रीणि सूत्राणि अभ्यासे चर्च नित्यभ्यासस्योभयेषाम् अभ्यासस्य सवर्णे अभ्यासकार्याणि. अतः सप्तमध्यायस्य चतुर्थे पादे भवन्ति स्म परन्तु अनुवृत्त्यर्थम् अन्यत्र स्थापितानि. यत्किमपि सूत्रं स्वरस्य प्रकरणात् बहिः स्थाप्यते तस्य कारणम् अनुवृत्तिः हि. अनुवृत्तिवशात् लाघवार्थं स्थानान्तरे भवति. त्रीणि सूत्राणि वयं पठितवन्तः, अभ्यासे चर्चा, लिट् अभ्यासस्योभयस्याम् अभ्यासस्य असवर्णे त्रीणि सूत्राणि. षष्ठमाध्याये अस्ति, परन्तु अभ्यासकार्याः ततः अनुवृत्त्यर्थम् अन्यत्र स्थापितानि. कार्यदृष्ट सप्तम्यन्त चतुर्थपादे एव अस्ति लाघवार्थम् अत्र दत्तम्. एतत् पर्यन्तं कृतवन्तः भगिनि. धन्यवादः. नूतनवर्षः शुभाशयः.